अधुना अस्माकं धातुविज्ञानं द्वितीयम् इति करपत्रं प्रचलितमस्ति अत्र. गतरविवासरे अस्माभिः धात्वादेः शः सः तदनन्तरं णोनः इति सूत्रयोः विषये अस्माभिः चर्चा जाता. अधुना वयम् अग्रे गच्छामः, तर्हि नुमागमः अधुना विषयः अस्ति. तत्पूर्वं कस्यापि प्रश्नः अस्ति वा सत्वम् अथवा णत्वम् इति विषये? अस्तु, हरि ओं महोदय, अहं भानुचैतन्य अपि अस्मि. अस्तु, प्रश्नः नास्ति चेत् अग्रे गच्छामः. नूतनविषयः अस्ति नुमागमः इति. तर्हि सुमित्रा महोदय अस्ति खलु? आं महोदय. अस्तु, नमस्ते महोदय, पठतु. नुमागमः इति तु नुम् धातोः 7.1.58 धातोः नुम् आगमो भवति. इदित् इत्युक्ते इत् इत् यस्य सः. तत्र प्रथम इत् नाम ह्रस्वः इकारः, द्वितीयः इत् मातृ व्यक्ति. మీ కాల్ హోల్డ్ లో ఉంచారు, దయచేసి లైన్ లో ఉండండి. The person you are speaking with has put your call on hold. Please stay on the line. आप जिस व्यक्ति से बात कर रहे हैं उसने आपके कॉल को होल्ड पर रखा है, कृपया लाइन पर बने रहे. हेलो, श्रुणोति वा महोदय? द्वितीयः इत् नाम इत् संज्ञा, ह्रस्व इकारस्य इत् संज्ञा यस्य सः धातुः इदित्. इत् इत् यस्य स इदित् बहुव्रीहिः तस्य इदितः. इदितः षष्ट्यन्तं, नुम् प्रथमान्तं, धातोः षष्ट्यन्तं, त्रिपदम् इदं सूत्रम्. सूत्रं स्वयं सम्पूर्णम्, इदितः धातोः नुम्. तर्हि यः धातुः इदित् अस्ति तस्य नुमागमः भवति इति इदं सूत्रं सूचयति. बहवः इदितः धातवः सन्ति. यत्र कुत्रापि धातौ ह्रस्व इकारस्य इत् संज्ञा भवति तस्मिन् धातौ नुम् आगमः भवति एव. सः धातुः इदम् अस्ति, अतः नुमागमः. सूत्रं वदति इदितो नुम् धातोः इति. इत्युक्ते इदितः इत्युक्ते इत् इत् इति नाम प्रथम इतः प्रथमः इत् ह्रस्व इकारः एव सूचयति. तपर तत्काल इत्यनेन तकारः आगच्छति, इत्युक्ते इत् संज्ञा भवति. द्वितीय इत् इदित् इत्युक्ते ह्रस्व इकारः अपि च इत् संज्ञा, द्वयम् अपि अस्ति. इत् इत् इति इदित् बहुव्रीहि समासम् अस्ति तत्र. इदितः इत्युक्ते षष्ट्यन्तम्, इत्युक्ते स्थानं सूचयति. नुम् इति प्रथमान्तम् आदेशः, नकारस्य आदेशः भवति इति. सूत्रं स्वयं सम्पूर्णं तदेव. इत् ह्रस्व इकारः, अनन्तरम् अन्य इत् तु उत्संज्ञा. इदितः नुम् आगमः इत्युक्ते नकारस्य आगमः भवति. कथं जानाति नुम् इत्युक्ते केवलं नकारः? एकं न स्मरामि महोदय, परन्तु जानामि एव इति मन्ये. प्रयत्नं करोतु. नुम् नुम् इति नुम् इति अत्र नुम् मध्ये इत्संज्ञकवर्णाः के के सन्ति? मकारः एव, हलन्त्यम् इत्यनेन. तर्हि उकारः अपि अस्ति वस्तुतः अत्र उपदेशे. उकारः अस्ति, आम् आम्, उपदेशे. परन्तु अनुनासिक उकारः वा नुम् इति? अत्र लिखितं नास्ति, यतोहि सूत्रे तु इदितो नुम् अस्ति, परन्तु वस्तुतः मीरु मातृ व्यक्ति मी काल् होल्ड् लो उञ्चारु, दयचेसि लैन् लो उण्डण्डि. The person you are speaking with has put your call on hold. तर्हि महोदय तत्र लिखितं नास्ति परन्तु वस्तुतः उकारः तत्र उपदेश अनुनासिकः अस्ति इत्युक्ते नकारः एव अवशिष्यते इति. आं नकारः एव अवशिष्यते. आम् आम् अवगच्छामि इदानीं. तर्हि एकं तत्र एस्ट्रिस्क् अस्ति खलु तत्र अग्रे लिखितमस्ति तत् परस्तत्कालः बहु बहु अनन्तरम् अस्ति. स्क्रोल् करोतु. मम पार्श्वे पत्रं प्रिण्ट् औट् एव अस्ति. प्रिण्ट् औट् मध्ये अपि अस्ति प्रायः तत्र एस्ट्रिस्क् तत्र तपरस्तत्कालस्य सूत्रस्य चर्चा अस्ति अत्र. आम् आम् आम् अस्ति तत्र तकारात् परः यः तकारः. एकवारं तदपि पठतु. आं महोदय. तकारात् परः सर्वे जानन्ति वा कुत्र अस्ति? स्क्रोल् करोतु, अधः स्क्रोल् करोतु. तत्र परस्तत्कालस्य पञ्चमपृष्ठे पञ्चमपुटे प्राप्तं महोदय. अस्तु पठामि वा? आमां पठतु. तकारात् परः यः तकारः परः यस्मात् द्वयोः अपि समकालस्य बोधकः तात्परः तपरः पञ्चमी तत्पुरुषः तः परो यस्मात् सः तपरः बहुव्रीहिः द्वावपि अर्थौ तस्य कालः तत् कालः तस्य काल इव कालः यस्य स तत्कालः षष्टि तत्पुरुष षष्टि तत्पुरुषगर्भः बहुव्रीहिः तस्य तत्कालस्य तपरः प्रथमान्तं तत्कालस्य षष्ट्यन्तं द्विपदमिदं सूत्रं स्वं रूपं शब्दस्य शब्दसंज्ञा इत्यस्मात् स्वं रूपम् इत्यनयोः अनुवृत्तिः अनुदित् सवर्णस्य च प्रत्ययः इत्यस्मात् सवर्णस्य इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रं तपरः तत्कालस्य स्वस्य रूपस्य सवर्णस्य. आम् वर्णः ह्रस्वः भवतु दीर्घः भवतु तकारात् पूर्वं भवतु तकारात् परं भवतु यः वर्णः अनेन तकारेण संयुक्तो भवति सः तत्कालस्य एव प्रतिनिधिः. अदेङ्गुणः अस्य उदाहरणम् अनेन अकारः अतः ह्रस्व अकारस्य एव प्रतिनिधिः. एङ् प्रत्याहारः तकारात् परः अतः दीर्घवर्णानाम् एव प्रतिनिधिः न तु प्लुतानाम्. किं लिखितमस्ति? महोदय किञ्चित् कठिनमस्ति. प्रयत्नं करोतु. किं लिखितं? तकारात् परः यः तकारः परः यस्मात् द्वयोः अपि समकालस्य बोधकः इत्युक्ते किम्? समानकालमेव सूचयति इति वा? यदा यदि तकारात् परः अथवा तकारः परः यः अस्ति द्वयमपि समानकालमेव सूचयति. तात् परः तपरः समासविषये तत् पञ्चमी तत्पुरुषः अपि च तत्र तु अस्ति तात् परः. तात् इत्युक्ते तकारस्य पञ्चमी रामात् अस्ति खलु? तर्हि अत्र मुख्यवार्ता किम् अस्ति? वयं जानीमः यदा वयम् अकारः इति वदामः अकारः इकारः उकारः तर्हि वस्तुतः अकारः अष्टादश अकाराणां सम्बोधकः अस्ति. केवलं ह्रस्व अकारस्य नास्ति. अकारः इत्युक्ते आकारः अपि अस्ति, प्लुत् अपि अस्ति, तदनन्तरम् अनुस्वारः अपि अस्ति, अनुनासिक अपि अस्ति इति सर्वे सर्वम् अस्ति. परन्तु यदि तत् यदि सः अकारः तत्परः भवति, नाम तस्मात् पूर्वम् अथवा तस्य अनन्तरं तकारः आगच्छति, तर्हि तत् तकारस्य किं महत्त्वं, तस्य महत्त्वम् इति तत् सूचयति यत् तस् यत् यत् कालः तत्र सूचितम् अस्ति तदेव कालं ग्रहणीयम्. इत्युक्ते यत् उदाहरणम् अस्ति अत् अत् मध्ये किम् अस्ति अक् तत्पश्चात् तकारः अस्ति. तर्हि तस्य किम् अर्थमस्ति वदतु? ह्रस्व अकारः एव तस्य ह्रस्व अकारस्य प्रतिनिधिः इति. कथं जानाति? इदानीं मया दृष्टवन्तः यः परः अस्ति चेदपि कालम् एव बोधय बोधकः इति. आम्, तर्हि अत्र अकारः तत्र अत्र अ यत् अस्ति तत् केवलं तत् सर्वाणि सर्वेषाम् अकाराणां सूचकः नास्ति. तत्पश्चात् आम् तत्पश्चात् तकारः अस्ति अत्र, अतः केवलं ह्रस्व अकारस्य सूचकः अस्ति. यदि तत्र आत् अस्ति तर्हि आत् इत्युक्ते किम्? आकारः, दीर्घ आकारः. केवलं दीर्घ, न तु ह्रस्व, न तु प्लुत. तर्हि अत्र उदाहरणमस्ति खलु अदेन् गुणः. आम्, तर्हि अत्र अत् अपि अस्ति, तदनन्तरम् एङ् अस्ति. आम्, तर्हि अत्र अत् मध्ये तकारः परः अस्ति, एङ् तस्य कृते तकारः पूर्वम् अस्ति, अतः पूर्वम् अस्ति अपि अथवा अनन्तरम् अस्ति अपि तत्कालस्य बोधकः अस्ति. तर्हि अत् अस्ति तत् तत् तत् अत् इत्यस्य अर्थं किं? केवलं ह्रस्व अकारः. एङ् अस्ति, एङ् इत्युक्ते किम्? ए ऐ ओ औ खलु, किमपि लिखितं नास्ति चेत् प्लुतः अपि भवितुं शक्नोति. ए ऐ ओ औ वस्तुतः दीर्घवर्णाः सन्ति, परन्तु तेषां प्लुतः अपि भवितुं शक्नोति. परन्तु एङ् तस्य तत् तत् तत् पूर्वं तकारः अस्ति, तस्य महत्त्वं किं? यत् केवलं दीर्घ दीर्घतका दीर्घ एकारः एकारः ओकारः ओकारः तत् सूच तत् ग्रहणीयं. प्लुत् प्लुत् एकारः ऐकारः ओकारः ओकारः न ग्रहणीयम् इति. एवं वार्ता अस्ति. तर्हि कुत्रापि अस्ति, कस्यापि वर्णस्य अनन्तरम् अथवा वर्णात् पूर्वं यदि तकारः अस्ति तत् तस्य महत्त्वं किं? केवलं तत् कालं ग्रहणीयम् इति. अस्तु, धन्यवादः महोदय. धन्यवादः. प्रश्नः अस्ति वा कस्यापि? एक संशयः अस्ति महोदय, तकारपूर्वम् अथवा परम्? अस्तु, अहं परम् एव इति चिन्तयति. पूर्वं, यतोहि अत्र अदेङ्गुणः अस्ति खलु, अदेङ्गुणमध्ये यत् तकारः अस्ति अत् एङ्, तर्हि अकारस्य कृते पश्चात् अस्ति, एङ् तस्य कृते पूर्वम् अस्ति. अस्तु अस्तु, तर्हि अकारस्य कृते केवलं ह्रस्व अकारः, एङ् तस्य कृते केवलं दीर्घ ए ऐ ओ औ. अग्रे ए ऐ ओ औ तत्रापि अष्टादश अष्टादश तस्य ह्रस्व तु नास्ति, ए ऐ ओ औ तेषां ह्रस्व तु नास्ति खलु, परन्तु तस्य प्लुत् भवितुं शक्नोति. प्लुत, अस्तु अस्तु, प्लुत जानाति खलु. आम् आम् अस्तु, तर्हि अग्रे गच्छामः. अग्रे इत्युक्ते तत्र एव इदितुनुं धातोः तत् को अस्ति? श्रीराम् महोदय अस्ति वा? श्रीराम् महोदय नास्ति. अस्तु अस्तु, तर्हि को अस्ति? सुमन् महोदय भवती वा पठतु. आम् आं महोदय, वदतु. अत्र भवती एव पठतु. तर्हि यः तद् उदाहरणमस्ति खलु, यथा नदी, उपरि पुनः उपरि गन्तुं पठामः. अस्तु. तर्हि यः धातु इदित् अस्ति तस्य नुमागमः भवति इति इदं सूत्रं सूचयति. बहवः इदितः धातवः सन्ति. यत्र कुत्रापि धातोः ह्रस्व इकारस्य इत्संज्ञा भवति तस्मिन् धातौ नुम् आगमः भवति एव. सः धातुः इदित् अस्ति अतः नुमागमः. अस्तु. यथा नदी भवति नद् इकारस्य इत्संज्ञा तस्य लोपः भवति. नद् भवति. नोणः इत्यनेन नद् नद् भवति. अयं धातुः इदित् नाम ह्रस्वः इकारः इत्संज्ञकः यस्य सः. नद् धातोः इत् इत् अस्ति इति कारणेन नुमागमः. अधुना नद् धातौ नुम् कुत्र आयाति? नुम् आगमः मित् अतः अयं नकारः धातोः अन्तिमस्वरात् परे आयाति इति अग्रिमं सूत्रं वक्ति. किं अस्ति लिखितम्? अस्तु. औपदेशिक रूपम् अस्ति नदी. तत्र अनुनासिक इकारः इत् भवति. नो नः सूत्रेण नकार नकार भवति. अतः लौकिकधातुरूपम् अस्ति नद्. नद् नदी धातु तस्य ह्रस्व इकारः इत् अस्ति अतः इदानीं नुम् आगच्छति. नुम् प्रत्यय किम्? आगमः प्रत्यय न आगमः. नुम् आगमः तत्र तु अनुनासिक उकारः इत् अस्ति. मकार अपि इत् अस्ति. मकार इत् अस्ति इत्युक्ते तत् मित् अस्ति. अतः इदानीं प्रश्नः, मित् अस्ति चेत् नकार कुत्र आगमिष्यति? सूत्रं वदति नकारः धातोः अन्तिमस्वरात् स्वरात् परे आगच्छति इति. एकवारम् इदित् इति शब्दस्य अर्थम् एकवारं पुनः वदतु. इदित् इत्युक्ते किम्? यस्य इत् इत्युक्ते ह्रस्व इकारः इत् भवति. प्रथम इत् अस्ति ह्रस्व इकारस्य. ह्रस्व इकारः. द्वितीय इत् अस्ति इत्संज्ञा. अस्तु अग्रे. अस्तु. नुम् इति आगमे हलन्त्यम् इत्यनेन मकारस्य इत् संज्ञा. उपदेशे अज् अनुनासिक इत् इत्यनेन उकारस्य इत् संज्ञा न इति अवशिष्यते. पूर्वं चर्चा कृतं खलु नुम् आगमे न एव अवशिष्यते. त तत् नकारः सः नकारः कुत्र आगमिष्यति इदानीं प्रश्नः अस्ति. उपरि लिखितम् अन्तिम स्वरात् धातोः अन्तिमस्वरात् परे आगच्छति इति सूत्रं पठामि खलु. अस्तु. मिदचो अनन्त्यात् परः यः आगमः मित् अस्ति सः अच् वर्णेषु अन्त्यात् परः आयाति. अपि च अयं मित् यस्य वर्णः यस् क्षम्यतां यस्य वर्णसमुदाया समुदायस्य आगमः तस्य अन्तिम अन्तिम आवयोः भवति. मकारः इत् यस्य सः मित् बहुव्रीहि. मित् प्रथमान्तम् अचः षष्ट्यन्तम् अन्त्यात् पञ्चमी अन्तं परः प्रथमान्तम् अनेक पदं मिदं सूत्रम् अनेकपदम् इदं सूत्रम् अस्तु. अग्रे पठामि. अस्तु. आद्यन्तौ टकितौ इति इत्यस्मात् अन्तः इत्यस्य अनुवृत्तिः. अस्मिन् सूत्रे अचः षष्ठी विभक्तौ अन्त्यात् अचः इत्यस्य अर्थः निर्धारणं नाम सर्वेषु स्वरेषु अन्तिमः. अचः एकवचने चेत् अपि सर्वात्रिक बहुवचनार्थ आर्थकः सार्वत्रिक बहुवचनार्थः. अत्र षष्टिविभक्तेः अर्थः स्थाने इति न, अतः षष्टी स्थाने योग इत्यस्य अपवादः. अनुवृत्ति सहितसूत्रमस्ति मित् अन्त्यात् अचः परः अन्तः. किञ्चित् अवगच्छामि महोदय. अस्तु. एतत् सूत्रं मित् अस्ति चेत् आगमः कुत्र आगमिष्यति इति वदति. प्रथमे वदति मित् इति किं मकारस्य इत् संज्ञा भवति चेत् तत् मित् अस्ति. मित् मित् अस्ति प्रथमा विभक्त्यौ अचः षष्ट्यन्तम् अन्त्यात् पञ्चम्यन्तम् अस्ति परः प्रथमान्तं. सूत्रे अनेकपदानि सन्ति. अनन्तरं आद्यन्तौ तस्य आशयस्य आवश्यकता नास्ति. मित् अन्त्यः परः अन्तः इति अनुवृत्तिसहितसूत्रं तस्य आशयं किम्? अस्तु. आ, आ, सर्वेषु अच् वर्णाः अन्ते मित् यस्य मित् भवति तस्य आगमनं सर्वेषु सर्वानां स्वराणाम् अनन्तरम् आगमिष्यति इति तस्य अन्ते आगमिष्यति. अन्त्यात् अचः इत्युक्ते किम्? सर्वे अच् सर्वे अच् वर्ण वर्ण वर्णात् अनन्तरम् आगमिष्यति. अन्त्यात् अचः इत्युक्ते अच् वर्णाः ये ये सन्ति तेषां मध्ये यत् अन्तिम अच् अस्ति. अन्त्यात् अन्तिम अन्त्यः अचः इत्युक्ते अन्तिम अच् तर्हि अन्तिम अचः अस्ति तस्मात् परः आगच्छति इति. अस्तु तर्हि किं करणीयं? सर्वाणि अच् वर्णानि द्रष्टव्यानि. तेषाम् अच् वर्णानां मध्ये अन्तिम अच् वर्णः कः अस्ति तद् तस्य अच् वर्णस्य साक्षात् अनन्तरं मित् आगच्छति. मित् वर्ण मित् यस्य मित् अस्ति मित् आगमः यत् अस्ति तद् आगच्छति इति वार्ता अस्ति. तर्हि अत्र एवमस्ति चेत् उपरि गच्छतु नदी इति उदाहरणे नकारः कुत्र आगच्छति? वयं प्रयत्नं करोतु, कुत्र आगच्छति नकारः? नदी औपदेशिकधातु नद् भवति. नद् अस्ति नकारः योगः अकारः योगः दकारः एकम् एव एकः एव स्वरः अस्ति अकारः. अतः नकार अकार अनन्तरम् आगच्छति नन्द् भवति. आम् नन्द् इति भवति यतोहि नद् मध्ये नकारः अकारः दकारः अस्ति. अन्तिम अकारः तु नकारोत्तर अकारः अस्ति अतः तस्मात् अनन्तरं नुम् तस्य आगमः भवति. अतः न योगः अ योगः नुम् तस्य नकारः तदनन्तरं दकारः अतः रूपं भवति नन्द्. एकः प्रश्नः, नन्द् नद् लौकिकधातु वा नन्द् लौकिकधातु वा? नन्द एव प्रायः यतोहि नकारस्य तु आगमनं भवति एव सर्वत्र अतः प्रायः नन्द् इव लौकिकधातुः. डिपेण्ड्स् कुत्र लौकिकम् इति वक्तुम् इच्छति परन्तु सामान्यतया नन्द् इति लोके जनाः जानन्ति. नन्द् अस्ति खलु नन्द् अन्यप्रश्नः अस्ति खलु. परन्तु सामान्यतः नद् इति लौकिकधातु उच्यते. कथम्? ओन्लि द इत् लोप इस् डन् द वाट् इस् दट् काल्ड् अनुबन्ध लोपानन्तरं यः धातुः तिष्ठति तस्य लौकिकधातुरूपः वक्तुं शक्नोति. वस्तुतः लौकिक इति शब्दस्य कोऽपि परिभाषा कापि परिभाषा नास्ति यतोहि परन्तु बट् नार्मली आल् दिस् सत्वं नत्वम् एण्ड् आल् दट् कम्स् आफ्टर् वाट् इस् नोन् एज़् लौकिक. तथा नास्ति यतोहि तथा अस्ति चेत् सत्वं मध्ये अस्माभिः दृष्टं खलु धातु अस्ति. ओ राइट, यू आर राइट, राइट, स्था धातु अस्ति. तर्हि तत्र स्था मध्ये कोऽपि अनुबन्धः नास्ति तर्हि लौकिकधातुस्था अस्ति वा? नास्ति, लौकिकधातुस्था एव अस्ति खलु. तर्हि प्रायः ये कार्याणि सर्वत्र करणीयानि तेषाम् अनन्तरं यत् रूपं भवति तदेव लौकिक इत्युक्ते किं लोके यत् रूपं प्रचलितम् अस्ति यत् विख्यातरूपम् अस्ति तर्हि स्था विख्यातरूपम् अस्ति इति स्था लौकिकधातुः नन्द विख्यातः अस्ति नद् तु नास्ति अतः नन्देव लौकिक अस्ति इति मम मतम् अस्ति. अस्तु महोदय, अन्येक संशयः अस्ति अत्र अन्त्यात् अचः इति किमर्थम् उच्यते अन्वय न अवगतम्. अन्त्यात् अन्त इस् द विशेषण आफ् अच रैट्, सो वै इस् इट् नाट् इन् द सेम् विभक्ति, वै इस् इट् नाट् इन् षष्ठी? विशेषणं नास्ति महोदय, मितः मित् अहं मम अन्वयः प्रायः एवम् आसीत् अस्ति मित् अचः अन्त्यात् परः अन्तः. अचः अन्त्यात् उक्ते अत्र अचः अस्ति खलु, अचः विभक्ति अस्ति. अचः इत्युक्ते सर्वे अच्वर्णाः ये सन्ति तत्र तेषाम् अन्त्य, तेषाम् अन्त्य इत्युक्ते तद् अच्वर्णानां समूहे यत् अन्तिम अस्ति. अचः अन्त्यात् परः अच्वर्णे अच्वर्णानाम् अन्त्यः यत् अस्ति तत् अचः अन्त्यः, तस्मात् परः अचः अन्त्यात् परः. Actually, I would have put it as antim achat parah. Antim? Atra tu antyat asti khalu mahode. Antim. Putre. Acha is the last. We want the last ach, right? Atra, parantu atra antim shabda na asti khalu. Atra sutre antyat shabda asti. Tari tasya arthah asti antya, antya, antyat tasya prathama yudhapti kim antya. Achah antya. Nama achah madhye yat antim अन्तिम यत् अस्ति यत् नाम अन्तिम अचः अस्ति तत् अचः अन्त्यः, तस्य तस्मात् नाम तस्य पञ्चमी विभक्ति अस्ति अचः अन्त्यात्, तस्मात् परः इत्युक्ते अचः अन्त्यात् परः नाम अन्तिम अचः तस्मात् परः. लास्ट् अन्तिम अन्तः इत्युक्ते वाट् इस् दट् अन्तः डूङ्ग्? तद् अग्रे अस्ति. Achaha antyat paraha, it is clear. I don't know why. That I didn't understand what that last antyat. Now they have inverted it. Sutra madhe tu antyat acha nantaram. Antaram asti. Parantu sutra madhe tu sandhi karya evam asti. Atohi sutra madhe yat krama asti tasya ko api mahatvam nasti. And antaha shashti kimapi apavadah likhitam tatna avagacha. Samanyataya shashti vibhakti ityukte kim tasya sthane kimapi asti, tasya sthane parantu atra achaha sthane kimapi na bhavati. Atra yat shashti vibhaktyah samanyah artha asti, sambandha asti, तत्र स्थाने किमपि आदेशः न भवति, तस्य अनन्तरं किमपि आगमः भवति. अतः अत्र अचः षष्ठी अस्ति तस्य अर्थः एवं न भवति यत् तत् अच् स्थाने किमपि करोतु, तस्य स्थाने किमपि न भवति, अच् तु भवति एव, तस्मात् अनन्तरं करोतु. अस्तु, अन्तः अग्रे आगच्छति अग्रे एव अस्ति. अन्तिम आवयवः किं महोदय? अग्रे अस्ति आवयव अन्तिम आवयव द्वितीय अवयव इत्युक्ते भागः भागः अन्तिम आवय अन्तिम अन्तिम अवयव सन्धि अस्ति. आम् आम् अस्तु, तर्हि धन्यवादः महोदय. धन्यवादः महोदय. अग्रे को अस्ति? विजि गोविन्दराजम् अस्ति खलु, विजि महोदय प्रयत्नं करोति महोदय. गतवर्गे आगतवती, गतवर्गे तु भिन्नम् आसीत् अस्मिन् सूत्रे मम आगमः कामः अस्मिन् सूत्रे नुमागमः यस्य वर्णः समुदायस्य आगमः तस्य अन्तिम अवयोः भवति इत्युक्तम्। अस्य अर्थः कः इति स्पष्टं भवति। सुबन्धप्रकरणे ज्ञानशब्दः बहुवचने ज्ञानानि भवति। ज्ञानयोगः ई षि प्रत्ययः लसक्वदत्तिते इत्यनेन ई अविशिष्यते। मिथच्छोन्यत्यापरः इत्यनेन नुमागमः ज्ञानयोगः इन् नकारयोगः ई अयं नकारः ज्ञान इति अङ्गस्य वर्णसमुदायस्य अन्तिम अवयवः इति कारणेन सर्वनामस्थाने चासम्बुद्धो इत्यनेन अङ्गस्य उपादायाः दीर्घः ज्ञानान् प्लस् ई ज्ञानानि। यदि नकारः ज्ञान इति अङ्गस्य अन्तिम अवयवः न भविष्यत्, अकारः उपादायां न भविष्यत्, सर्वनामस्थाने च सम्बन्धौ इत्यनेन अकारस्य दीर्घदेशः च न भविष्यत्। अग्रेपि पठतु एकवारं। प्रश्नः अत्र अत्र उक्तं ज्ञानयोगः ई क्षिप्रत्ययः। केचन श्रुतवन्तः स्युः यत् सुबन्धविषये प्रत्ययाः भवन्ति सु औ जस् इत्यादयः। तर्हि प्रथमपुरुषस्य बहुवचने जस् इति प्रत्ययः भवेत् किल। कथं वा षि इति जातम्? उत्तरम् अस्ति यत् मूलप्रत्ययाः सु औ जस् इति तु सत्यं, किन्तु अनन्तरं प्रत्ययादेशाः भवन्ति इत्युक्ते मूलप्रत्ययानां स्थाने आदेशाः भवन्ति। सुबन्धविषये लिङ्गम् अनुसृत्य कुत्रचित् प्रातिपदिकस्य अन्तिमवर्णम् अनुसृत्य च आदेशाः विद्यन्ते। नपुंसकलिङ्गे जस्सासोः शीस् इत्यनेन नपुंसकात् अङ्गात् जस् स्थाने षि आदेशः। अनेन नपुंसलिङ्गे प्रथमपुरुषस्य बहुवचने डकारः आयाति वनानि वारिणि मधूनि जगन्ति कर्माणि धनूषि मनांसि। तर्हि वदतु अर्थं वा? अत्र बहूनां जनानां प्रश्नः अस्ति यत् अनुवृत्तिसहितसूत्रे यत् अन्तः लिखितमस्ति तस्य अर्थः किं, तस्य अर्थं किं, तस्य एव अत्र तस्य एव अत्र चर्चा अस्ति। महोदय आशयं वदतु। अस्मिन् सूत्रे नुमागमः यस्य वर्णः समुदायस्य आगमः तस्य अन्तिमावयवो भवति इति उक्तम्। तस्य अन्तिम अवयवः यस्य वर्णः समुदायस्य आगमः इत्युक्ते न जानामि महोदय। अस्तु, तर्हि कोऽपि सहायतां कर्तुम् इच्छति वा? एनि वालण्टियर् अस्ति? क्षम्यतां महोदय, चिन्ता नास्ति, अहं प्रयत्नं करोमि। अरुणा करोतु महोदय। अस्मिन् नुमागम यत्र भवति तत्र तदेव यस्य वर्णसमुदायस्य आगमः तत् एव अन्तिमः अवयवः भवति. उदाहरणं लेट् मी ट्रै अनदर् वे. नुमागम अन्त्यः भवति तदेव अङ्गं भवति. उदाहरणं नदी नन्द नन् कुत्र अस्ति महोदय? एव नदी शब्दे ज्ञान अस्ति खलु? ज्ञान ओके ज्ञानशब्द बहु चेत् ज्ञान योगः इ ज्ञाने शब्द नुमागम अपि भवति. अत्र ज्ञानयोग न अङ्ग भवति. ज्ञानयोग इ अत्र ज्ञान न एव अङ्गम्. ततः सर्वनामस्थाने असम्बुद्धौ सूत्रेण दीर्घः भवति. अन्तिम अवर्ण अच् परन्तु अस्य अत्र अन्तः इति तस्य महत्त्वं किं? यदि अन्तः नास्ति मिदच्योत्यात् मित् अन्त्यात् अचः परः अन्तः मध्ये अन्तः यदि नास्ति तर्हि का हानि भवति इति प्रश्नः अस्ति. किमर्थम् अन्तः लिखितमस्ति? अन्तः नास्ति चेत् किं भवति? दीर्घः न भवति. आम् दीर्घः न भवति. कथं न भवति? किमर्थं न भवति? उपधायाम् अकारः नास्ति. अतः उपधा इति बोधनस्य कृते प्रथमं तु अन्त्यवर्णः भवेत् खलु? तस्मात् पूर्वम् एव उपधा अस्ति. यदि नकारस्य नुमागममध्ये यत् नकारः आगच्छति तस्य तद् अन्तिमः न भवति, तर्हि तत् तत् तस्मात् पूर्वं यत् अकारः अस्ति तत् उपधा कथं भवेत्? न भवेत् खलु? अतः नका मिदच्छोत्या मिदच्छोन्त्यात् परः इति सूत्रात् यत् नुमागमः नकारः आगच्छति तत् अन्तिम अवयवः अस्ति. अतः तस्मात् पूर्वं यत् अकारः अस्ति तत् उपधा अस्ति. उपधा अस्ति अतः एव सर्वनामस्थाने चासम्बुद्धौ इति सूत्रेण तस्य दीर्घत्वं भवितुं शक्नोति. अतः ज्ञानानि इति रूपं भवति इति वार्ता अस्ति. यदि अन्तः इति न स्पष्टमस्ति तर्हि ज्ञानशब्दस्य अकारस्य उपधासंज्ञा न भवितुं शक्नोति. उपधासंज्ञा न भवितुं शक्नोति तर्हि तस्य दीर्घत्वं न भवितुं शक्नोति. अतः फलितरूपं न सम्भवति. अतः तस्य अत्र महत्त्वमस्ति. प्रश्नः अस्ति वा कस्यापि? पृच्छतु. नकार हलन्त अस्ति, सो इट् केनाट् स्टाण्ड् बै इट् सेल्फ़्. सो ऐ थिङ्क् ऐ एम् जस्ट् ट्रैङ्ग् टु क्लेरिफै वेदर् ऐ हव् अण्डर्स्टुड् करेक्ट्लि. महोदय यदि सम्भवति चेत् संस्कृतेन वदतु. नकार हलन्त अस्ति, तर्हि प्रश्नः अस्ति यत् ज्ञानयोग न योग इ कथं योजनीयम् इति. एकः विकल्पः अस्ति ज्ञानन् योग इ. द्वितीयविकल्पः अस्ति ज्ञानयोग नि. तर्हि अन्तः इति पद वदति यत् यस्य अङ्गस्य अन्तिम अच अस्ति यत्र तस्य वर्णसमूहस्य अन्ते नुमागमात् यः न आगच्छति सः तस्य वर्णस्य अन्ते आगच्छति इति न तु द्वितीयविकल्पे. सो इट् इस् ज्ञानं प्लस् इ नाट् ज्ञान प्लस् नि. अस्तु, दिस् इस् वाट् अत्र मया अवगतम्. सम्यक् अस्ति वा? अत्र मुख्यं विषयः तु अस्ति यत् तस्य उपधा कृते अन्त इति पद अन्त तस्य अन्तिम अवयव किम् इति तस्य आवश्यकता अस्ति खलु. अतः तत् मुख्यविषयः अस्ति. यतोहि उपधा तस्य दीर्घत्वं न तस्य आवश्यकता नास्ति चेत् ज्ञाननियोगः ई करोतु अथवा ज्ञानयोगः नी करोतु, एकमेव रूपं भवति खलु. परन्तु अत्र ज्ञानन् भवति यतोहि तदनन्तरम् उपधा भवितुं शक्नोति अकारस्य, तदनन्तरं तस्य दीर्घत्वं भवितुं शक्नोति. अतः प्रायः वयं सर्वे जानन्ति खलु यत् नपुंसकलिङ्गे बहुवचनरूपाणि सन्ति, तत्र सर्वत्र दीर्घत्वम् अस्ति. ज्ञानानि, वारीणि, मधूनि, तत्र सर्वत्र उकारस्य इकारस्य दीर्घत्वं भवति. तद् इदमेव सूत्रं कार्यं करोति. अस्ति, अस्तु. तर्हि अग्रे अपि एकम् अस्ति, प्रश्नः अस्ति. प्रश्नः अस्ति वा महोदय? आम् आम्, पश्यतु. मिदचौन्त्यात् परः एतत् सूत्रं कथम् आगच्छति अत्र? तत् प्रायः अत्र तस्य लिखितं नास्ति कथम् आगच्छति. प्रायः सुबन्तप्रकरणेषु तस्य वार्ता अस्ति कथम् आगच्छति. अत्र केवलं चिन्तयतु यत् आगच्छति. ओके, धन्यवादः. तर्हि अग्रे विधि महोदय. भवानेव पठतु, अत्र अग्रे अस्ति खलु प्रश्नः. अत्रोक्तं ज्ञानं प्रश्नः अत्रोक्तं ज्ञानः योगः हि केचन श्रुतवन्तः स्युः यत् सुबन्धविषये प्रत्ययाः भवन्ति सु औ जस् इत्यादयः. तर्हि प्रथमपुरुषस्य बहुवचने जस् इति प्रत्ययः भवेत् किल, कथं वा शि इति जातम्? उत्तरम् अस्ति यत् मूलप्रत्ययः सु औ जस् इति तु सत्यं, किन्तु क्षम्यतां, भवत्या पूर्वमेव पठितं, तस्य केवलम् आशयं वदतु स्वस्य शब्दे. अत्र ज्ञान ई अस्ति अपि. अधुना प्रश्नः अस्ति प्रथमपुरुषस्य बहुवचने जस् प्रत्यय कथं भवेत्. मूलप्रत्ययः जस् प्रातिपदिकस्य अन्तिमवर्णे अनुसृत्य आदेशः विद्यन्ते. ज्ञान हि ज्ञानानि जस्सासु शिः इत्यनेन नपुंसकसु सूत्रं प्रयुज्य जस् स्थाने सि आदेशः भवति. सि आदेशः भवति चेत् अनन्तरं पूर्वमेव उक्तवान् ज्ञानं ज्ञानानि इति. वस्तुतः अत्र किमपि नास्ति महत्त्वम्, अत्र अस्य महत्त्वं नास्ति, परन्तु प्रश्नः अस्ति चेत् खलु, यत् जनाः जानन्ति यत् प्रश्नाः सन्ति सु औ जस् खलु, तर्हि कथम् अत्र शि कथम् आगच्छति तस्य एव अत्र विवरणं. जस्तानि जस्तासौ सिः इति सूत्रं प्रयुज्य शिः इति प्रत्ययः, जस्तानि शि इति प्रत्ययः उपयुज्य इ अभिशिष्टं तत्र ज्ञानयोगः इन् योगः इ ज्ञानानि इति नपुंसकलिङ्ग अङ्ग अस्ति चेत् पुरुष बहुवचने जस् स्थाने शि आगच्छति. एकः प्रश्नः अस्ति, अत्र अनेन नपुंसकलिङ्गे प्रथमपुरुषस्य वा प्रथमाविभक्तेः, सोरि प्रथमाविभक्ति प्रथमाविभक्तेः भवितुम् अर्हति न? अनेन नपुंसकलिङ्गे प्रथमविभक्ति प्रथमाविभक्ति, तत्र मुद्रणं दोषः अस्ति, धन्यवादः. प्रथमपुरुषः किमपि नास्ति. आम् सुबन्ते, अस्तु, धन्यवादः महोदय. धन्यवादः महोदय. अग्रे रघुपतिमहोदय अस्ति खलु? हा महोदय, अग्रे पठतु. तर्हि नुम् आगमः मित् अस्ति. ओके, तर्हि नुम् आगमः मित् अस्ति, मकारः इत् यस्य सः, अतः नुम् अचः अन्त्यात् परः आयाति. नद् धातौ नकात् नकारोत्तरवर्ति अकारः अन्तिमः अचः अच्, अतः तस्मात् परे नुम् आयाति. तर्हि न न न न द इति स्थिति, नन्द् इति धातुः निष्पन्नः. तथैव मदि अत्र इत्युक्ते मन्द्, वदि वन्द्, बदि भन्द्, चदि चदि चन्द्, चदि चदि चन्द्, ग्लदि ग्लन्द्. परन्तु त्रपि त्रम्प्, त्रपि त्रपि थम्प्. ओके, अत्र नुम् अत्र उदाहरणमस्ति, उदाहरणानि दत्तानि कथं नकारस्य आगमः भवति नुम् आयाति इति. वयं दृष्टवन्तः नकार नुम् इत्युक्ते मिदतो त्यन्परः इति सूत्रेण अन्तिम अचुवर्णस्य परे नकारः भवति, नकारस्य आगमः भवति. यथा नन्द् नद् धातोः नकारोत्तरवर्ती अकारः अस्ति, न योग अयोगद्, अतः अकारस्य नन्तरम् आयाति, न योग अयोग न योग द, नन्द् इति भवति. तथैव मन्दि मदि भवति मन्द्, वदि भवति वन्द्, बधि भवति भन्द्, चदि भवति चन्द्, ग्लदि भवति ग्लन्द्. परन्तु त्रपि अत्र तृ ओके, अत्र ऋकार अस्ति, अकार अस्ति, पकार अस्ति, अन्तिम अच अस्ति, अत्र द्वौ वर्णौ स्तः, ऋकार अपि च अकारः, सोरि ऋकार ऋकार ऋकार ऋकार ऋकार अकार, ओके, अकारात् परः अस्ति, अतः त्रम्प् इति भवति. अग्रे पठामि. अग्रे त्रम्प् तु रकारः नास्ति खलु, रेपः अस्ति. हा रेप रेप रेप रकार नाट् रकार रेप रेप अत्र मकारः आगच्छति न तु नकारः. ओके, त्रम्प त्रम्प ओके, ऐ थिङ्क् अनुनासिक ओके, वर्गस्य अनुनासिक. हा हा, त्रम्प इत्यस्मिन् किमर्थं मकारः न तु नकारः, वस्तुतः नकारः आयाति एव, तदा नकारस्य स्थाने अनुस्वारः, अनुस्वारस्य स्थाने तत्तत् वर्गीयः अनुनासिकवर्णः आयाति, यथा यथा वदि वद् वन्द् वन्द् वन्द्. कथम् आयाति इति वदि वद् उपदेशे जननासिक इत् अतः वद् भवति. इकारस्य अनुनासिक इकारस्य इत् भूत्वा लोपः भवति. वद् वन्द् भवति इति तनुं धातोः. वन्द् वन्द् नकार अनुनासिक अनुस्वारः भवति नश्चात्पदान्तस्य झलि परे इति झलि परे इति सूत्रेण. अनन्तरं वन्द् अनुस्वारस्य वन्द् पुनः अनुनासिकवन्दः इति भवति अनुस्वारस्य ययि परसवर्ण इति सूत्रेण. तथा अग्रे पठामि वा? आमाम्. लाञ्चि लाञ्चि लाच् लाच् इकारस्य लोपः भवति. इत्संज्ञकवर्णः अस्ति. अत्र नुमागमः भवति अकारात् परे नकारः आगच्छति. अन्तिम अच् अस्ति अतः लाञ्च्. नकारस्य अनुस्वारः भवति नश्चात् पदान्तस्य झलि इति सूत्रेण. पुनः अनुस्वारस्य ऐ परसवर्ण इति सूत्रेण सन्धि लाञ्च् अनुनासिक अनुस्वारस्य अनुस्वारस्य स्थाने अनुनासिक चकारस्य च वर्ग च वर्गीय अनुनासिक परसवर्णः भवति. तथा कपि अत्रापि कम्प् कम्प् दन्त्यनकारनन्तरम् अनुस्वार कम्प् कम्प् भवति. तदनन्तरम् अनुनासिक कम्प्. तथा लबि अत्रापि लब् लम्ब् लम्ब् लम्ब् अनन्तरम् अन्तिमवर्ण अन्तिमरूपम् अस्ति लम्ब्. अत्र अनुनासिकमकारः भवति. तर्हि महोदय आशयं वदतु सर्व किमस्ति? आशयमस्ति यतोहि आशयमस्ति यदा यदा वयम् अन्तिमरूपं लम्ब् कम्प् इति श्रूयते तत्र मकारस्यागमः न तु मकारस्यागमः नास्ति. मूलं तु नकारस्यागमः एव परन्तु सन्धि भूत्वा अन्तिमवर्ण मकार मकाररूपं धारयति. अतः इति वस्तुतः नकारः एव आगच्छति परन्तु अग्रिमे अग्रिमे तदनन्तरं यत् वर्णः अस्ति तदनुसारं नकारस्य मकारः सन्धिविकार एव तस्य कृते द्वौ सूत्र द्वे सूत्रे स्तः अग्रे सन् अग्रे स्तः नश्चापदान्तस्य झलि अनुस्वारस्य लि परसवर्णः. तर्हि महोदय नश्चापदान्तस्य झलि इति पठतु. ओके एकनिमिषः. आम् ययि इत्युक्ते अग्रे आगच्छति महोदय. अस्तु धन्यवादः. नश्चापदान्तस्य झलि अपदान्तस्य नकारस्य मकारस्य च स्थाने अनुस्वारादेशे भवति जलिपरे. अनुस्वारादेशः आदेशः भवति जलिपरे. जल् प्रत्याहारे वर्गस्य प्रथम द्वितीय तृतीय चतुर्थ च वर्णाः अपि च श श स ह इति वर्णाः अन्तर्भूताः. पदस्य अन्तः पदान्तः तस्य पदान्तः न पदान्तः अपदान्तः तस्य अपदान्तस्य. नः षष्ट्यन्तं च अव्ययपदम् अपदान्तस्य षष्ट्यन्तं जलि सप्तम्यन्तम् अनेकपदमिदं सूत्रं. मोनुस्वारः इत्यस्मात् मह अनुस्वारः इत्यनयोः अनुवृत्तिः. तयोर् तयोर् भवाचि संहितायाम् इत्यस्मात् संहितायाम् इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रमस्ति. अपदान्तस्य मह नः च अनुस्वार अनुस्वारः जलि संहितायाम् इति. किमर्थम् अत्र अस्ति यदा अपदान्तस्य पदान्तस्य न अपदान्तस्य अपदान्तस्य नकारमकारस्य स्थाने अनुस्वार आदेश भवति यदा परम् उत्तर परवर्ण परवर्ण अस्ति जल् प्रत्यारस्तवर्णाः. जल् प्रत्यारस्तवर्ण इत्युक्ते जल् अनुनासिक वर्ण वर्जयित्वा प्रथम द्वितीय तृतीय चतुर्थ अपि च उष्माण च ष स ह इति वर्णान्तर्भूतः. यदा यदा मकारनकारस्य अपदान्तस्य मकारनकारस्य नकारस्य योगः जल् जल् प्रत्यारस्तवर्णस्थाने अग्रे जल् प्रत्यारस्तवर्णाः सन्ति चेत् तस्य अनुस्वारः भवति इति मकारस्य नकारस्य. आम् तर्हि वन्द् वन्द् मध्ये किं कथम् इदं सूत्रं कार्यं करोति? वन्द् वन्द् वन्द् वन्द् अति अस्ति वद् अपदान्त अस्ति अतः वन् वन्द् नकारस्य अपदान्तस्य अपदान्तस्य नकार अस्ति अपदान्तस्य नकार अस्ति अतः नकारस्य अनुस्वारः भवति. नकारः अपदान्तः अस्ति अपि तु दकारः अपि झलि अस्ति खलु. कण्डिशन् अस्ति निमित्तमस्ति झलि जल् जल् प्रत्यारस्तवर्णः. नकारः अन्तेन आगच्छति दकारः अपि किमस्ति झलि अस्ति अतः नकारस्य अनुस्वारः भवति व अनुस्वार व अ अनुस्वार द इति भवति. तर्हि सर्वेषां कृते अष्टाध्यायी अस्ति खलु सूत्रपाठं. तत्र मुखपृष्ठे एव तस्य कवर कवर् पेज् मध्ये एव अस्ति खलु नटराजस्य मूर्ति अस्ति तत्र प्रत्याहाराः सन्ति सर्वे अयुण् रिल् रिक् एवम् एव छयवर लण् यमङ्गणनं झभै. तर्हि झभै मध्ये झकारः आगच्छति तर्हि झल् झल् इत्युक्ते किं झभैतः हल् पर्यन्तं नाम सर्वे व्यञ्जनानि परन्तु ह परन्तु ग व र ल पञ्चम वर्गीयपञ्चमव्यञ्जनानि विहार इति झल् प्रत्ययः आगच्छति वा? आम् महोदय. अस्तु महोदय तर्हि धन्यवादः. महोदय एकवारं पुनः विवरणम् अस्तु रघुपति महोदय करोतु. हा यदा अपदान्त अस्ति पदान्तेन अपदान्त वन्द् इति अस्ति अपदान्त पद नास्ति पद नास्ति कथं जानाति महोदय पद यदा काउंटर एग्जाम्पल अस्ति वा यथा पदान्ते इति चेत् यदा पद यदा यदा सुबन्त तिगन्तम् एव पद भवति अथवा किमपि अन्यसूत्रेण पदस्य ग्रहणं पदस्य नाम संज्ञा भवति. अत्र वद् अस्ति धातु अस्ति परन्तु प्रश्न महोदय प्रश्नः अस्ति अपदान्त अस्ति नकारः अपदान्त अस्ति चेत् तस्य अनुस्वारः न भवति पदान्ते अस्ति चेत् तस्य अनुस्वारः न भवति इति वार्ता अस्ति खलु. तर्हि भवान् उदाहरणं जानाति वा यत्र पदान्ते आगच्छति नकारः पदान्ते एकनिमिषं सुप् तिगन्धं पदम् इति सूत्रमेव सुप् उत्सुप्तिगन्तं हा उत्सुप्तिगन्तं पदमस्ति पदान्तस्य अन्य उदाहरण पदस्य सुप्तिगन्तं पदम् एव न तत्तु अस्ति अहं जानामि उदाहरण उदाहरण एकम् उदाहरणं ददातु यत् नकारः पदान्ते आगच्छति अतः तस्य अनुस्वारः न भवति भवान् जानाति अहं वदामि वा प्रभुपतिमहोदय प्रयत्नं करोतु महोदय रामशब्दस्य द्वितीयवचनं द्वितीयविभक्ति बहुवचनं किम् रामं रामम् अत्र ओके रामं पदान्त तस्य रामपद एकवारं राम इति प्रातिपदिकस्य द्वितीयविभक्ति बहुवचनं किम् द्वितीयविभक्ति बहुवचनं बहुवचनं द्वितीयविभक्ति बहुवचनं रामान् तर्हि अत्र रामः पदान्ते आगच्छति खलु हा हा हा हा ओके ओके अतः एतादृशं नकारस्य कदापि अनुस्वारः न भवति न भवति ओके ओके रामान् आगच्छति वा हा हा तर्हि अत्र यदि यदि अस्ति रामान् गच्छति खलु अत्र नकारात् अनन्तरं ग अस्ति ग अपि जल्पत्यारे परन्तु नकारः अपदान्त नास्ति पदान्त अतः अस्य सूत्रस्य तत्र कार्यं न भवति नकारस्य अनुस्वारः न भवति अमित् महोदय भवतः अपि एतादृशमेव उदाहरणमस्ति अस्मिन् इति शब्दः अस्मिन्नपि तत्रापि समानमेव अस्ति आम् अस्तु महोदय किमस्ति प्रश्न अपदम् इति वाट् इस् एन् अपदम् यत् पदान्ते नास्ति अपदान् पदान्ते नास्ति पदान्त तस्य विपरीतम् अपदान्त अस्तु इत्युक्ते पदस्य अन्तः अस्ति पदस्य अन्तः अस्ति चेत् पदान्तं नास्ति चेत् अपदान्तम् न पदस्य अन्तः अस्ति चेत् नकारस्य अनुस्वारं न भवति किन्तु तस्मिन् भवति पदस्य अन्ते अस्ति चेत् न भवति परन्तु भवति महोदय अत्र न जानामि केवलं पृच्छामि पदान्त पद इत्युक्ते सुप्तिकन्तम् एव पदमस्ति अत्र यदा प्रत्यय अस्ति तत्रापि नुगमागमः भवति न अत्र अत्र वन्द् पद एव नास्ति न वन्द् पद नास्ति अन्य उदाहरणं यदा यदा न जानामि एतत् स्थितिः भवति वा तत् प्रत्यये कोऽपि नन्द्वत् कोऽपि प्रत्यय अस्ति चेत् तत् तत्र भवति वा न प्रत्यय अस्ति न प्रत्ययपि पद नास्ति पदे नास्ति तथा न ओके केवलं पदान्ते अस्ति चेत् तस्य नकारस्य अनुस्वारः न भवति सर्वत्र भवति पदस्य पदस्य अन्तः भवति चेत् नकारस्य अनुस्वारं भवति अन्तः अस्ति चेत् अन्तेन कन्फ्यूजन् बिट्वीन् अन्तः अण्ड् अन्ते अन्तः तु तस्मिन् अस्ति खलु अहं प्रायः ज्ञातुं न शक्नोमि केवलम् अत्रैव अस्ति अत्र कोऽपि वार्ता नास्ति नकारः यदि पदान्ते आगच्छति कस्मिन्नपि पदस्य अन्तिमवर्णः नकारः अस्ति तस्य अनुस्वारः न भवति इति एव अस्ति अन्यत्र सर्वत्र तस्य अनन्तरं यदि झल् प्रत्याहारस्य वर्णः अस्ति तर्हि भवति अनुस्वारः तर्हि अत्र वन्द् अस्ति खलु वन्द् वन्द् तु पदान्त पद एव नास्ति अतः व्यर्थः एव नास्ति अस्तु. किन्तु उपसर्गपदम् अस्ति खलु? न, यथा महोदयेन महोदयः उक्तं सुप्तिङ्गन्तं पदम्. सुबन् यस्य अन्ते सुप्रत्ययः अस्ति अथवा तिङ्प्रत्ययः अस्ति तदेव पदमस्ति. महोदय उपसर्गपदं नास्ति. उपसर्ग अपि पदम् इति भवति अन्ये वर्गे अहं श्रुतवान्. केवलम् उपसर्ग उपसर्ग अहमपि केवलम् उपसर्ग वा? उपसर्ग अपि उपसर्गयोग किमपि पद अस्ति. उपसर्गयोग कृदन्त उदाहरणार्थे किमपि कुत्रापि समस्तपद इति उच्यते. समस्तपद अस्ति परन्तु केवलम् उपसर्गपद नास्ति खलु, एवमस्ति वा? उपसर्ग न जानामि. I think I'm confusing with the केवल उपसर्ग कदापि न गच्छति. उपसर्गपद नास्ति वा? पदसंज्ञा नास्ति वा? पदसर्ग मम प्रश्नस्य कारणमस्ति अलं प्लस् करोति अस्ति चेत् अलङ्करोति भवति खलु. तत्र मकारस्य सन्धिकारणेन कवर्गीयः नकारः भवति खलु. किन्तु तत्र अन्ते नास्ति वा? तत् प्रश्नः अस्ति वा? ओ आम् अस्तु. अलं करोति तत्र तु भवति परन्तु मकारः अन्ते अलं पदमेव अस्ति इति मन्ये. प्रश्नः तु समीचीनम् अस्ति महोदय. अहं मम अपि भ्रमः. अलम् अव्यय अलम् अव्यय अव्यय अव्ययपदमस्ति. अलम् तत्र अलम् अस्ति न उपसर्गीय तुल्यवर्णः अस्ति. न न अहं भवत्याः प्रश्नः समीचीनः अस्ति. यतोहि अलं मध्ये अलं पदान्त अस्ति चेत् मकारस्य अनुस्वारः कथं भवति? परन्तु महोदय अत्र अनुस्वारस्य ऐ परसवर्ण करोति वा? कार्यं करोति वा? आमां. तत्पूर्वं मकार ओके. ओ अनुस्वार ओके मकार नास्ति. अहं पृच्छामि. अहं चिन्तयामि महोदय अत्र किमस्ति. अलं तु उपसर्ग नास्ति किन्तु उपसर्गतुल्यः अस्ति. उपसर्ग इव प्रश्नः अस्ति यत् अलं पदम् अस्ति इति न वा इति प्रश्नः अस्ति खलु. निपात आमां चिन्तयामि. अहम् अग्रिमवर्गे वदामि किमस्ति. किन्तु उपरि अपि पठितवन्तः खलु उपसर्ग पृथक् शब्दः इति. उपसर्ग पृथक् अत्र अलम् अस्तु महोदय. अत्र किम् अस्ति इति अलम् उपसर्ग अस्ति वा? न द्वादश उपसर्गे उपसर्गेषु न भवति किन्तु अलं स्वी बहेश् सर्वे उपसर्ग इव उपसर्गाः इव एव भवन्ति. निपाताः सन्ति प्रायः. निपाति उपसर्ग नास्ति. द्वादशः उपसर्गाः सन्ति खलु कश्चित् अत्र न भवति किन्तु उपसर्ग इव भवति यथा स्वीकरोति अलङ्करोति बहिष्करोति तत्र भवति. भ्रमः कः अस्ति? प्रश्नः कः अस्ति? प्रश्नः अस्ति उपसर्ग पृथक् शब्दः वा न? पृथक् शब्दः अस्ति चेत् देन् अलम् इस् अट् दि एण्ड् आफ् द पदं, नो चेत् then the at the time of the natvam charcha abhavat khalu samase nasti or you know that entire thing, so that's where the confusion is, that if it is a separate word, then here there is a problem because the makarah is at the end of the word. If it is not a separate word, then why does that discussion above that the natvam doesn't happen between two words? No, there is a apavada sutram ila anuswarasya ee parasavarasya अपवादसूत्रं वा पतान्तस्य इति सूत्रम् अस्ति किल इति सूत्रेण अलं करोति. एकनिमिषम्, अत्र प्रश्नः अस्ति यत् अलम् एकं पदम् अस्ति इति, वा पतान्तस्य इति अपवादसूत्रम् अस्ति किल अनुस्वारस्य यै परसवर्णः इति सूत्रं, तस्य अपवादसूत्रम् अस्ति. सोरि, वेर् आर् यू रीडिङ्ग्? नाट् हियर्. एकनिमिषम्, ऐ गेट् द क्वश्चन्. इस् अलम् अ सेपरेट् पद इन् इट्सेल्फ्? अहम् ऐ गेट् बेक् टु यू इन् दिस् इन् द नेक्स्ट् क्लास्. लेट्स् गो फार्वर्ड्. ओके. ओके, अण्ड् द रीज़न् ऐ आस्क्ड् इस् बिकास् And the more general question is, are all upasargas padams or separate words or not? Astu. Because there seems to be a contradiction. Astu. Prashna to samichina astu. Alankaroti madhye kim bhavati. Astu. Agre gachana. Astu. Dhanyavada. अग्रे अस्ति अनुस्वारस्य यै परसवर्णः. अमित् महोदय पठतु. अनुस्वारस्य यै परसवर्ण 8458 अनुस्वारस्य स्थाने परसवर्णादेशो भवति यै परे. परस्य सवर्णः परसवर्णः षष्टी तत्पुरुषः. अनुस्वारस्य षष्ट्यन्तं ययि सप्त्यन्तं परसवर्णः प्रथमान्तं त्रिपदम् इदं सूत्रं. यै प्रत्याहारे ष ष स ह एतान् वर्जयित्वा सर्वे हल् वर्णाः अन्तर्भूताः. तयोर् व्यावचि संहितायाम् इत्यस्मात् संहितायाम् इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रम् अनुस्वारस्य यै परसवर्णः संहितायाम्. अग्रे एव पठतु, अपि पठतु. परसवर्णः इत्युक्ते अनुस्वारोत्तर यः वर्णः तस्य सवर्णः. सवर्णः नाम अनुस्वारोत्तरवर्ती यः वर्णः तस्य वर्णस्य वर्गे ये स्थिताः ते. अनुस्वारस्य स्थाने तेषु परसवर्णेषु अन्त्यतमः आदिष्टः भवतु. परन्तु तेषु परसवर्णेषु अस्माभिः कः अपेक्षितः? स्थाने अन्तर्तमः सूचयति यत् यस्य स्थाने आदेशो भवति तस्य अन्तरतमो नाम सदृश आदिष्टो भवतु. वर्गीयव्यञ्जनेषु अनुस्वारस्य सदृशः पञ्चमसदस्यः एव. अतः स्थाने अन्तर्तमः इत्यस्य सहायेन अनुस्वारस्य ययि परसवर्ण इत्यनेन अनुस्वारस्य स्थाने अग्रिमवर्णस्य वर्गीयपञ्चमादेशो भवति. नाम क ख ग घ इत्येषु कश्चन परे अस्ति चेत् अनुस्वारस्य स्थाने ङकारादेशः, तथैव च छ ज झ इत्येषु कश्चन परे अस्ति चेत् ञकारादेशः, तवर्गीयः अस्ति चेत् णकारादेशः, पवर्गीयः अस्ति चेत् मकारादेशः। यथा अङ्ग इत्यस्मात् अङ्ग, मञ्च इत्यस्मात् अनुस्वारस्य स्थाने ञकार आगच्छति मञ्च, मन्ता इत्यत्र अनुस्वारस्थाने दन्त्यनकार आगच्छति मन्ता। तर्हि वदतु महोदय आशयः। आशयः अस्ति यत् अनुस्वारस्य परे यः वर्णः आगच्छति तस्मिन् वर्गे यः अनुनासिकवर्णः अस्ति तस्य आदेशः भवति अनुस्वरस्थाने। उदाहरणार्थे यै प्रत्याहारे के के वर्णाः सन्ति? यै प्रत्याहारे शशतः ऊष्मा ऊष्माः च ह महाप्राण च वर्जयित्वा सर्वे हल् वर्णाः यै प्रत्याहारे। तर्हि तर्हि अनुस्वारस्य अनन्तरं यदि यै प्रत्याहारस्य शशसः यदि आगच्छति अनुस्वार अग्रे तर्हि अनुस्वार एव तिष्ठति, अन्यथा परसवर्णः आगच्छति। परसवर्ण इत्युक्ते किम्? परस्य सवर्ण यः वर्ण पर अस्ति तस्य सवर्ण तर्हि अनुस्वार स्थाने पञ्चम फिफ्थ कॉलम अनुनासिक पञ्चमवर्ण आगच्छति। कथं जानाति यत् अनुस्वारस्य सवर्णवर्णः पञ्चमवर्णः अस्ति? स्थाने अन्तर्तम इत्यस्य सूत्रेण समानस्थानम् अस्ति, अनुस्वारे अनुनासिक अस्ति तावदेव पञ्चमवर्गे अस्ति। तर्हि अनुस्वारस्य तथापि पञ्चमवर्णस्य स्थान समान अस्ति खलु, नासिका अस्ति। नासिका अतः यथा यदापि सवर्णः इति अस्ति तर्हि कथं जानाति सवर्णः इत्युक्ते किं? नाम सर्वात् समानं नाम उच्चारणस्थान समान अस्ति, उच्चारणस्थाने सामान्यम् अस्ति तदेव सवर्ण। तर्हि अनुस्वारस्य उच्चारणस्थान नासिका। वर्गीयव्यञ्जनेषु के के वर्णाः सन्ति येषामपि स्थाननासिका? तर्हि पञ्चमवर्णाः सन्ति, पञ्चमवर्ण। अतः कवर्गस्य पञ्चमवर्ण अस्ति ङ, चवर्गस्य ण, कवर्गस्य न, पवर्गस्य म इति। अस्तु तर्हि अग्रे अनुस्वारस्य ययि परसवर्ण इति सूत्रेण अनुस्वारस्य वर्गीयव्यञ्जनेषु परेषु तद्वर्गस्य पञ्चमो वर्णादेशो भवति। यकारः वकारः लकारश्चापि ययि प्रत्याहारे सन्ति, किन्तु वर्गीयव्यञ्जनानि न। तेषां का गतिः? यवले परे तु य व ल इत्यादेशो भवति इति बोध्यम्। यथा सं प्लस् यमः सैं यमः अथवा संयमः, सं प्लस् वत्सरः इत्यस्मात् संवत्सरः अथवा संवत्सरः, संयोगलापः इत्यस्मात् संलापः अथवा संलापः। य व ल यवल इत्यस्मात् तेषु अनुनासिकरूप अपि अस्ति सन्ति, ते आगच्छति विकल्पेन। अत्र वस्तुतः अनुस्वारस्य ययि परसवर्णः यत् अस्ति तत् विकल्पसूत्रं नास्ति, नाम सर्वदा पञ्चमवर्णः आगच्छति एव, परन्तु अत्र संयम संवत्सर संलापः अत्र प्रायः अत्र काचन गतिः अस्ति तद् भिन्ना अस्ति, अतः बहुवारं केचन जनाः अनुनासिकयकार द्वियकारस्य द्विवारं यकारस्य प्रयोगं कुर्वन्ति, कदा कदा केवलम् अनुस्वारस्य एव प्रयोगं करोति, परन्तु तादृशी स्थितिः केवलम् अत्र एव अस्ति। वर्गीयव्यञ्जनेषु तु विकल्पं नास्ति, तत्र सर्वदा पञ्चमवर्णः एव आगच्छति इति वार्ता अस्ति। महोदय, वेदे सर्वदा यकारस्य अनुस्वर एव भवति, संयम एव सर्वदा भवति। हा, जानामि। अस्तु, धन्यवादः। अग्रे पठतु महोदय। अधुना अनुस्वारात् परे रेफ अस्ति चेत् का गतिः? रेफः यय् प्रत्याहारे अन्तर्भूतः, अतः तस्य अनुस्वारस्य ययि परसवर्ण इति सूत्रेण परसवर्णादेशः स्यात्, किन्तु वस्तुतिति भिन्नाः। रेफस्य कोऽपि सवर्णः नास्ति, रेफोष्मणां सवर्णा न सन्ति इति भाष्यम्। अतः अनुस्वारात् परे रेफो अस्ति चेत् किमपि कार्यं नास्ति, यथावत् तिष्ठति। अनुस्वारात् परे रेफ अस्ति चेत् रेफ अनुस्वार एव तिष्ठति इति वार्ता। यतोहि किमर्थम् इत्युक्ते रेफस्य सवर्णः नास्ति, उष्मवर्णानां कोऽपि सवर्णः नास्ति, नाम तस्य अनुनासिकसवर्णः नास्ति। अग्रे ध्येयं। ध्येयं यै प्रत्याहारः सूचयति यत् शशसः एषु अन्यतमः परे अस्ति चेत् अनुस्वारस्य परसवर्णादेशो नैव भवति, यथा रंस्यते नंस्यते इव, नंस्यति नस्यति नंस्यति इव एव, सङ्गंस्यते सङ्गंस्यते एव तिष्ठति। अत्र प्रायः अत्रापि ध्वनिमुद्रणमस्ति, सङ्गस्यते मध्ये यत् प्रथम अनुस्वारः अस्ति तदनन्तरं पञ्चमवर्णः भवेत्। अत्र द्वौ अनुस्वारौ स्तः खलु, यत्र प्रथम अनुस्वारः अस्ति तदनन्तरं कख भग अस्ति, तदनन्तरं यत् अनुस्वारः अस्ति तस्य परसवर्णः नास्ति। आम् आम्, सनन्तरम् अनन्तरं ङकार भवेत् तत्र दोषः टङ्कदोषः अस्ति अन्तिमोदाहरणे सत्यम् अस्तु तर्हि कोऽपि कस्यापि प्रश्नः अस्ति वा एकनिमिषः एव अस्ति तर्हि प्रायः ये हिन्दीभाषा जानन्ति तत्र किम् अस्ति तत्र गङ्गा अस्ति खलु गङ्गा तत्र हिन्दीभाषायां तु सर्वत्र अनुस्वारः एव लिखितमस्ति प्रायः गङ्गामध्ये केवलम् अनुस्वारः एव लिखन्ति हिन्दीभाषायां परन्तु संस्कृतभाषायां तत् समीचीनं न अस्ति अनुस्वारः न तिष्ठति परन्तु पञ्चमवर्णः आगच्छति एव विकल्पे न आगच्छति एव अतः संस्कृतभाषायां गङ्गा कोऽपि लिखति चेत् तत् प्रायः समीचीनं नास्ति ग योगः ग तदनन्तरं पञ्चमवर्णः कवर्गस्य तदनन्तरं गा इति समीचीनरूपमस्ति इति वार्ता अस्ति तर्हि अधुना समापयामः अग्रे अग्रिमरविवासरे करिष्यामः एकं वदामि यत् अधुना एव वदामि द्विसप्ताह अनन्तरं किम् अस्ति अद्य 26 अस्ति खलु तत्र US मध्ये तत्र लाङ्ग् वीकेण्ड् अस्ति यत् तत्र मेमोरियल् डे वीकेण्ड् अस्ति अतः द्विसप्ताह अनन्तरं यत् रविवासरः आगच्छति नाम षड्विंशति मयि मासस्य षड्विंशतितः दिनः अस्ति तद्दिने वर्गः न भवति इति अहम् अधुना एव वदामि धन्यवादः धन्यवादः धन्यवादः धन्यवादः सर्वेभ्यः